स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। भज गोविन्दम् भज गोविन्दम् भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूढमते संप्राप्ते सन्निहिते काले संप्राप्ते सन्निहिते काले नहि नहि रक्षति दुख करने नहि नहि रक्षति दुख करने भज गोविन्दम् भज गोविन्दम् मूढ़ जगी धनागम तृष्णा पुरुष बुद्धि मनसि मित्रिष्णा पुरुष बुद्धि मनसि मित्रिष्णा भसे निज कर्मोपातम् यल्लभसे निज कर्मोपातम् मित्रम् तेन विनोदय चित्तम् निमेषात् काल सर्वम् मा कुरु धनजन यौवन कर्म हरति निमेषात् काल सर्वम् माया शैया भूतल अजिनम वास सुर मंदिर तरु मूल निवास शैया भूतल अजिनम वास सर्व परिग्रह भोग सीता भगवद्गीता किञ्चिदधीता गङ्गा जललम् कणिका पीता भगवद्गीता किञ्चिदधीता गङ्गा जललम् कणिका पीता सकृदपि येन मुरारि समच सकृदपियेन मुरारि समच क्रियते तस्ययमेन न चर्चा क्रियते तस्ययमेन न चर्चा भज गोविन्दम् पुनरपि जननम् इह संसारे बहु दुस्तारे सहस्रं ध्येयं श्रीपति रूपमजस्रं ध्येयं सज्जन सङ्गे चित्तं ध्येयं सज्जन सङ्गे चित्तं ध्येयं दीनजनाय जमितम् नास्ति तद सुख लेश सत्यम् अर्थमनर्थम् भावय नित्यम् नास्ति तद सुख लेश सत्यम् पुत्रादपि धन भाजं भीतिः पुत्रादपि धन भाजं भीतिः सर्वत्रैषा विहितारीतिः सर्वत्रैषा विहितारीतिः संसार रचिराभवमुक्तः गुरुचरणाम्बुज निर्भर भक्तः संसार रचिराभवमुक्तः सेन्द्रिय मानस नियम देवम् सदिय मानस नियम देवम् द्रक्ष्यसि निज हृदयस्थं देवम् रक्षसि निज हृदयस्थं देवम् గోవిందం భజ గోవిందం గోవిందం భజ మూఢమసే.